अस्तु, तर्हि अधुना स्वार्थानुमानं परार्थानुमानम् इति सर्वं ज्ञात्वा पुनः अनुमानस्य द्वैविध्यं परिशीलयन्तः स्मः वयं। तत्र अनुमानस्य पुनः प्रभेदद्वयं वर्तते, पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः, पुनः पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः इति द्वैविध्यं पुनः। तत्र अस्माभिः परिशीलितं यत् पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र पक्षे सर्वत्र साध्यम् अस्ति इत्यस्य साधनं भवति। इत्युक्ते बहवः पर्वताः इति अस्माकं पक्षः इति चेत् तत्र सर्वेषु पर्वतेषु वह्निरस्ति इत्यस्य साधनमेव पक्षतावच्छेदकावच्छेदेन साध्यम् इति। गतवर्गे पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति परिशीलितं, तस्य विषये सावित्री भगिनी किञ्चित् पुनरावर्तनरीत्या वदति वा? आं भगिनि, यत्र पक्षः पर्वतः अस्ति चेत् सर्वेषु पर्वतेषु साध्यं न भवति, कुत्रचित् एव पर्वतेषु साध्यं भवति चेत् तत्र पक्षता अवच्छेदकावच्छेदेन इति न वक्तुं शक्नुमः। किमर्थं चेत् पर्वतत्वमेव अवच्छेदकं न भवति, अवच्छेदकः न भवति तत्र। यत्र पर्वतत्वम् अपि च कस्यचित् गृहे वार्तालापं प्रचलत् अस्ति, वार्तालापः प्रचलन् अस्ति इति भाति, कृपया म्यूट् कुर्वन्तु। अस्तु भगिनि। यत्र तथा न स्थितिः तथा नास्ति, सर्वेषु पक्ष अथवा सर्वेषु पर्वतेषु साध्यं नास्ति, तत्र केषुचित् पर्वतेषु एव भवति चेत् तत्र पर्वतावच्छेदकसाध्यसमानाधिकरण्येन साध्यानुमितिः इति वदन्ति। तत्र समानाधिकरण्यं भवति पर्वतत्वम् अपि च वह्नेः द्वितीयविभागः। प्रथमविभागे तु सर्वेषु पर्वतेषु वह्निः केषुचित् कुत्रचित् भवति एव। द्वितीयस्तरे पर्वतावच्छेदकसाध्य समानाधिकरण्येन साध्यानुमितिः इति स्थले तु केषुचित् पर्वतेषु एव वह्निः अथवा साध्यं भविष्यति। तत्र पुनः पर्वतत्वम् अपि च वह्नेः साध्यानु समानाधिकरण्यं भवति, समानाधिकरणे द्वौ अपि भवति, यत्र भवति तत्र एव अनुमितिः जायते। हा, समीचीनमस्ति। तर्हि आहत्य अस्य सारांशः अस्ति यत् पक्षता अवच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र व्याप्यव्यापकभावः भासते। तयोः व्याप्यव्यापकभावः भगिनि? हेतुः अपि च पक्ष साध्यम् अपि च पक्षस्य, पक्षः अपि च साध्यं द्वयोः। हा, साध्यम् इति व्यापकः भवति, तत्र पक्षता अवच्छेदकः इत्युक्ते पक्षे विद्यमानधर्मः व्याप्यः भवति पक्षता अवच्छेदकावच्छेदेन साध्यम् इत्यत्र। किन्तु द्वितीयविध अनुमानस्थले, नाम यद् भगिन्या अधुना विवृतं, पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः इत्यत्र साध्यस्य व्यापकत्वं न भासते, यतोहि साध्यः अथवा वह्निः सर्वेषु पर्वतेषु नास्ति, सर्वान् पर्वतान् व्याप्य न भवति अत्र, तर्हि व्यापकत्वं न भासते, अत्र केवलं सामानाधिकरण्यम् एव। अतः एव अत्र उक्तं पर्वताधिकरणवृत्तित्वं, तावदेव अत्र भासते। पर्वताधिकरणवृत्तिः कः अत्र? हा वाहिनिः समीचीनम् इति भेदः. प्रथम अनुमानस्थले व्याप्यव्यापकभावः, द्वितीय अनुमानस्थले पक्षतावच्छेदकस्य अपि च साध्यस्य सामानाधिकरण्यम् इति अस्ति. अस्तु, नूतनतया केन आगतम्? अहं लक्ष्मी अस्मि भगिनि, श्रूयते? हा श्रूयते लक्ष्मी भगिनी. तदनन्तरं वर्धने अस्मि भगिनि. अस्तु, श्रोतुमिच्छामि इदानीं. हा अस्तु, प्रश्नाः सन्ति चेत् अवश्यम्. अस्तु अस्तु, प्रश्नाः सन्ति चेत् अवश्यं पृच्छतु. अस्तु भगिनि, धन्यवादः भगिनि. अस्तु भगिनि, धन्यवादः. अत्र हा अग्रे, इतः अग्रे अस्माभिः परिशीलितम् आसीत् यत् सामान्यपक्षस्य विषये परिशीलितम् आसीत्. तत्र एकः प्रश्नः आसीत्, पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इत्यस्मिन् स्थले पक्षे सर्वत्र साधनीयं न भवति. इत्युक्ते सर्वेषु पर्वतेषु, पक्षे सर्वत्र इत्युक्ते सर्वेषु पर्वतेषु वाहिनिः न साधनीयः, केषुचिदेव पर्वतेषु साधनीयः भवति वाहिनिः पक्षतावच्छेदकसामानाधिकरण्यम् इत्यस्मिन्. तत्र पक्षस्य एकदेशः दृष्टान्तः न भवति इति उक्तमासीत्. नाम इदानीं पक्षतावच्छेदकावच्छेदेन अनुमितिः इत्यत्र पक्षस्य एकदेशः अपि भवितुमर्हति, दृष्टान्तरूपेण आगच्छति. परन्तु पक्षतावच्छेदकसामानाधिकरण्येन इत्यत्र एकदेशदृष्टान्तः न भवति. तदर्थं सामान्यपक्षः इत्युक्ते किं, पक्षस्य स्वभावः कः इति द्रष्टव्यमासीत्. तस्य विषये किञ्चित् अत्र परिशीलयामः. इदानीं राजेन्द्रमहोदय, तत्र किञ्चित् वदति वा सामान्यपक्षः अपि च विशिष्टपक्षः, अनयोः भेदः कः, भवतः अवगमनं किम् इति? महोदय अस्ति, राजेन्दर् महोदय अस्ति किम्? अस्तु, सन्ध्या भगिनी. क्षम्यतां भगिनि, मम स्मरणे अधिकं नास्ति, तर्हि किञ्चित् अन्य कोऽपि वदतु, नो चेत् पठित्वा किञ्चित् वक्तुं शक्नोमि. अस्तु, तर्हि एवं पुनस्मरणार्थम् एवं पठतु, यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि, तस्मात् आरभ्य पठेम अद्य. अस्तु भगिनि, यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि भवन्ति तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः. हेतुसाध्यस्थलमिति सामान्यपक्षः, तस्मिन् च अन्वयदृष्टान्तः तस्य एकदेशः, यः कोऽपि विशिष्टपक्षः सोऽपि तस्य एकदेशः. नाम तादृशपक्षः यत्र धूमः अस्ति, वह्निरपि अस्ति इति स्थलानां सङ्ग्रहः, तस्य सदस्येषु महानसम् अन्यतमः. अपि च यथा महानसं तथा पर्वतः अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः. एतादृशः च पक्षः कीदृशः? तादृशः एव यस्मिन् साध्यं सर्वत्र अस्ति. तादृशपक्षस्य सदस्यः पर्वतः अपि, महानसम् अपि, वनमपि. यत्र यत्र तादृशस्थलं वर्तते यस्मिन् धूमः अस्ति चेत् वह्निः अपि अस्ति, तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव. अतः अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति, अपि तु तादृशसङ्ग्रहस्य एकदेशः. महानसमपि तथा सङ्ग्रहस्य एकदेशः. दृष्टान्ते तदानीं शक्तिः वर्तते यदा सम्पूर्णगुच्छे पक्षतावच्छेदकावच्छेदेन साध्यमस्ति. तथा नास्ति चेत्, नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत्, दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति. यतोहि कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति स्थितिः. तर्हि यद् स्थलम् अस्ति हेतुमत् अपि च साध्यवत् स्थलमस्ति तादृशाणि सर्वाणि स्थलानि यानि सन्ति तेषां समूहः एव सामान्यपक्षः इति उच्यते. तर्हि तत्र तस्मिन् सामान्यपक्षे भिन्नभिन्न विशिष्टपक्षाः अपि अन्तर्भवन्ति. उदाहरणार्थं तत्र महानसं पर्वतः वनम् इत्यादिकं. तर्हि एते सामान्यपक्षे अन्तर्भवन्ति किमर्थमित्युक्ते यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति. एतेषु त्रिषु वा एतादृशेषु स्थलेषु सर्वत्र तत् अप्लै भवति तत्र वक्तुं शक्नुमः इति कृत्वा एतेषाम् एतादृशाणां स्थलानां समूहः सामान्यपक्षः. तेषु एकदेशः इत्युक्ते पर्वतः वा महानसं वा वनम् इत्यादिकं विशिष्टपक्षाः इति वा. सत्यम्. अपि च एतादृशसामान्यपक्षं स्वीकृत्य एकदेशदृष्टान्तं दत्त्वा साध्यानुमितिः कदा भवति? यदा सर्वदा एतद् वक्तुं शक्नुमः यत्र यत्र धूमः तत्र तत्र वह्निः. परन्तु इत्युक्ते उदाहरणं तत्र सर्वत्र भवति. परन्तु यदा एषु स्थलेषु एकस्मिन् स्थले यदि तत्र हेतुः अस्ति इत्युक्ते धूमः अस्ति परन्तु साध्यं न भवति वह्निः न भवति तर्हि तत् स्थलम् अत्र न अन्तर्भवति. हा हा सत्यं, तत्तु समीचीनमेव. सामान्यपक्षः इत्युक्ते हेतुमन्ति साध्यवन्ति स्थलानि, हेतुसाध्यस्थलम् इत्येव भवेत्. आरम्भतः अपि तत्र हेतोः विद्यमानत्वं स्यात्, तेन धूमः अथवा यः कोऽपि भवतु साध्यः सः अपि अस्ति इति अनुमानं भवति चेत् तादृशस्थलानां सङ्ग्रहः एव सामान्यपक्षः इति तु सत्यम्. अत्र वार्ता का इति चेत् सामान्यपक्षम् उद्दिश्य अन्वयदृष्टान्तत्वेन एकदेशः दीयते खलु. उदाहरणत्वेन तादृशदृष्टान्तं कदा दातुं शक्नुमः इति प्रश्नः. तत्र पक्षतावच्छेदकावच्छेदः यदा भवति तदा वा तेन साध्यं यदा भवति तदा इत्युक्ते यत्र हा इत्युक्ते यत्र व्याप्यव्यापकः भावः अस्ति तादृशस्थलेषु एतद् उदाहरणं दीयते. हा, परिच्छेदस्य वाक्यत्रयम् अन्तिमवाक्यत्रयम् एकवारं पठति वा. दृष्टान्ते तदानीं शक्तिः वर्तते यदा सम्पूर्णगुच्छे पक्षतावच्छेदकावच्छेदेन साध्यम् अस्ति. तथा नास्ति चेत् नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति. यतोहि कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति स्थितिः. तर्हि यत्र पक्षतावच्छेदकावच्छेदेन एव यत्र साध्यं साधयितुं शक्नुमः तत्र एव एतद् उदाहरणं भवति. यथा यत्र अन्येषु स्थलेषु यदि हेतुः अस्ति परन्तु साध्यं नास्ति तदा एतस्य एतद् किम् अप्लाय न भवति इति. तदा तस्मिन् सन्दर्भे एकदेशदृष्टान्तस्य न कोऽपि लाभः न किमपि मूल्यं खलु. यतोहि एकदेशे तादृशहेतुसाध्यस्थलम् अस्ति अपरस्मिन् देशे हेतुसाध्यस्थलं नास्ति इति सन्दर्भः प्रसङ्गः. तस्मिन् सन्दर्भे एकदेशदृष्टान्तः कार्यं न करोति. परन्तु पक्षता अवच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र अस्माकं लक्ष्यं किं भवति? पक्षे सर्वत्र किमपि अस्ति इति साधनीयं भवति तदा तस्मिन् सन्दर्भे एकदेशदृष्टान्तस्य लाभः भवति. किन्तु पक्षे कुत्रचिदेव केषुचिदेव पर्वतेषु साधनीयं भवति चेत् तस्मिन् सन्दर्भे एकदेशदृष्टान्तः कार्यं न करोति इति. तस्मिन् सन्दर्भे पक्षतावच्छेदकसामानाधिकरण्येन तत्र साध्यानुमितिः भवति इति वा? यतोहि तत्र व्यापकभावः न भवति, अतः भिन्नरूपेण साध्यं भवति, साधनीयं भवति. आमां सत्यं. तर्हि आरम्भे प्रश्नः कः आसीत्? केभ्यश्चित् परिच्छेदेभ्यः पूर्वम् एकः प्रश्नः आसीत् खलु, पक्षतावच्छेदकसमानाधिकरणेन अनुमितिः इत्यत्र एकदृष्टान्तः किमर्थं न भवितुमर्हति इति. तस्य अवगमनार्थं सामान्यपक्षस्य विषयः आगतः. अन्येषां प्रश्नः आसीत् वा? मम प्रश्नः अस्ति, अस्मिन् प्रसङ्गे एकदेशः इति मम क्लेशः अस्ति. मम अवगमनं एकदेशः इत्युक्ते पर्वतः बृहत् अस्ति, अधिकदेशवृत्तिः, अतः तस्मिन् पक्षे तस्मिन् पर्वते एकस्मिन् देशे वह्निः अपि अस्ति, धूमः अपि अस्ति इति चिन्तनीयम् इति चिन्तनीयं किम्? अस्तु, तर्हि सन्ध्या भगिन्या परिच्छेदः पठितः खलु, तस्मिन् प्रथमवाक्यं किम् अस्ति? यावन्ति हेतुमन्ति साध्यमन्ति स्थलानि भवन्ति तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः. हा, हेतुमन्ति साध्यवन्ति स्थलानि इत्युक्ते इदानीम् अस्माकम् उदाहरणार्थं हेतुः धूमः, साध्यं वह्निः इति चिन्तयामः. तर्हि यावन्ति धूमवन्ति अपि च वह्निमन्ति स्थलानि भवन्ति तेषां सङ्ग्रहः सामान्यपक्षः इति उच्यते. तादृशस्थलानि कानि कानि भवितुमर्हन्ति? यत्र यत्र धूमः तत्र तत्र वह्निः इति द्वयोपि अस्ति, द्वयोपि स्तः इत्युक्ते यदि चित्र स्थलपत्रे ये चित्राणि सन्ति प्रथम सप्तम चित्रं तादृशस्थलानि. हा सत्यं, किन्तु तादृशस्थलं केवलं पर्वतः इति नास्ति खलु, महानसमपि तादृशस्थलं भवितुमर्हति. वने अपि तादृशी परिस्थितिः अस्ति चेत् यत्र हेतु अपि च साध्यमस्ति, धूमाग्न्योः वह्न्योः विद्यमानत्वं तत्रापि. तर्हि महानसं, पर्वतः, वनम् एतानि सर्वाणि स्थलानि एकदेशः, पृथक् पृथक् एकदेशाः. हा, पृथक् पृथक् एकदेशाः अथवा विशिष्टपक्षाः इति उच्यन्ते. अस्तु, विशिष्टपक्षाः यदि यदि पक्षः पर्वतः अस्ति चेत् अतः एव पक्षतावच्छेदकः इति वार्ता आगच्छति. हा सत्यं सत्यं, इदानीम् अस्माकम् अग्रे गत्वा इतोपि स्पष्टं भवति. इदानीं तत्र चित्रे यद् भवती उक्तवती, तस्मिन् चित्रे 20 पर्वतानां समूहः आसीत् खलु, अथवा 15, ते सर्वे पर्वताः एकः सामान्यपक्षः, तान् सर्वान् मिलित्वा एकः सामान्यपक्षः निर्मितः भवति. तस्मिन् प्रत्येकः तस्मिन् सामान्य पक्षे प्रत्येकं पक्ष पर्वतः एकदेशः तथा. अस्तु, अत्र तु बृहद्रीत्या इन् जनरल् धूमः अस्ति, वह्निः अस्ति इति चेत् सामान्यपक्ष इति वदामश्चेत् तत्र महानसं, पर्वतः, वनम् एतत् सर्वमपि एकदेशः भवति. अस्तु, धन्यवादः. यतोहि अन्तिमवाक्ये अन्तिमवाक्यमस्ति, यतोहि कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति स्थितिः. किन्तु यदि वह्निधूमः उदाहरणे अपि च चित्रम् अपि दृष्ट्वा हा तथा नास्ति अहम् अवगच्छामि मम मनसि अपि आसीत् प्रश्नः आगच्छेदिति तस्य विस्मरणं भवतु. इदानीम् अपरः उदाहरणमस्ति खलु किं वह्निः उष्णः वह्नित्वात् तत्र चिन्तयतु तत्र हेतुः कः तत्र हेतुः साध्यं साध्यम् उष्णम् उष्णत्वं तर्हि हा विना विना वह्नित्वम् उष्णत्वं भवति खलु कुत्रचित् आम् आम् सूर्यकिरणैः अपि उष्णत्वं जायते सूर्यकिरणैः हा तादृशस्थलस्य उल्लेखः अस्ति अत्र अन्तिमवाक्ये तावदेव अस्तु इति बुद्धम् सामान्यपक्षः विशेषपक्षः इति तादृशसामान्यपक्षे एकदेशस्य दृष्टान्तः तदा दातुं शक्नुमः यदा पक्षतावच्छेदकावच्छेदेन साध्यम् इति साधयितुम् इच्छामः नो चेत् न. अस्य अवगमनम् इतोपि सुकरं भवति अग्रे पठित्वा. अस्तु राजेन्दर् महोदय अस्ति वा आं भगिनि पठति वा महोदय अग्रिमपरिच्छेदम् आम् चिन्तयामः तथा अस्तु चिन्तयामः चेत् पक्षत अवच्छेदक अवच्छेदेन साध्य अनुमितिः इत्यत्र व्यापकभावः अतः यथा सामान्य अनुमानप्रयोगे हेतुः व्याप्यः साध्यव्यापकः इति वदामः तथैव अत्रापि कर्तुं शक्नुमः. नाम पक्षत अवच्छेदक अवच्छेदेन साध्य अनुमितिः इति स्थले पर्वत व्याप्यव्यापकवह्निः इति सिद्ध्यति किल. वह्निः व्यापकः पर्वतत्वं व्याप्यम् इति तदर्थम् अनुमानप्रयोगे कुर्मः चेत् पर्वता वह्निमान् पर्वतत्वात् पर्वतत्वं निश्चयेन सर्वेषु पर्वतेषु एव अपि च पर्वतत्वं वह्निं प्रति व्याप्यम् अथ वह्निः अपि निश्चयेन अस्ति. तदर्थं पर्वतशब्दस्य स्थले अयं पक्षः कीदृशः इति चेत् पर्वतत्व वह्निस्थलं नाम सामान्यपक्षः यत्र यत्र पर्वतत्वम् अस्ति तत् वह्निरस्ति इति स्थलानां सङ्ग्रहः. तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति यथा अपर्वत ई पर्वत उ पर्वत रि पर्वत पर्वत च इति सन्ति चेत् सर्वेषु पर्वतत्वम् अस्ति वह्निरपि अस्ति. तत्र ई पर्वते धूमः वह्निः च दृष्टः चेत् पक्षस्य एकदेशदृष्टान्तो भवति. आहत्य पर्वता वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति अनुमानप्रयोगे अथवा पर्वतत्वह्निस्थलं वह्निमान् पर्वतत्वह्निस्थलत्वात् यथा ई पर्वतः इति अत्र च पर्वता वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः पर्वता वह्निमान् धूमात् इत्यस्य उपगणा इति मनसि सर्वदा भवेत्. पर्वता वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः शून्यता न आनीतः अपि तु विशिष्टप्रसङ्गे विशिष्टसन्दर्भे अयम् अनुमानप्रयोगो भवति. बृहत् परिच्छेदः अस्ति. तर्हि वाक्यशः पठित्वा प्रयत्नं करोमि. चिन्तयामः चेत् पक्षता अवच्छेदक अवच्छेदेन साध्यम् अनुमतिः इत्यत्र व्यापकभावः अथ यथा सामान्य अनुमानप्रयोगे हेतुः व्याप्यः साधिव्यापकः इति वदामः तथैव अत्रापि कर्तुं शक्नुमः. यथा पूर्वम् अस्माभिः दृष्टं यत्र यत्र हेतुः तत्र साध्यं हेतुः व्याप्यः अस्ति साध्यः व्यापकः अस्ति. यथा हेतुः क्षेत्रं न्यूनम् अस्ति साध्यस्य क्षेत्रं बृहत् अस्ति तत्कारणात् हेतुः व्याप्यः साध्यः व्यापकः वदामः चेत् तथैव यदा वदामः पक्षता अवच्छेदक अवच्छेदेन पक्षता अवच्छेदक इत्युक्ते हेतुः छेदेन साध्य अनुमतिः यथा कुर्मः तथा तत्रापि सः एव व्यापी व्यापकभावः अस्ति यथा पक्षता अवच्छेदक हेतुः अस्ति तेन अवच्छेदेन यः साध्यः अस्ति सः व्यापकः अस्ति तथा सामान्य अनुमानप्रयोगे यथा कुर्मः तथा अत्रापि पक्षता अवच्छेदक अवच्छेदेन साध्य अनुमतिः तत्रापि तथैव कर्तुं शक्नुमः महोदय एकनिमिष अत्र हेतुसाध्ययोः मध्ये व्यापकभावः अस्ति तथैव पक्षता अवच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र व्याप्यव्यापकभावः अस्ति इति उक्तं तर्हि कयोः मध्ये व्याप्यव्यापकभावः अस्ति पक्षता अवच्छेदक हेतुः अस्ति पक्षता अवच्छेदकः कः पक्षता अवच्छेदकः यथा यथा धूमः न अत्र वार्ता किञ्चित् काचित् भिन्ना अस्ति अत्र पक्षता अवच्छेदकः इत्युक्ते पक्षे विद्यमानः कश्चन धर्मः अस्ति यथा यथा पर्वतत्व अवच्छेदक हा पर्वतत्वम् अवच्छेदकः भवति पर्वतत्वावच्छेदेन साध्यम् अस्ति अथवा पर्वतत्वावच्छेदेन वह्निः अस्ति इति अस्माभिः साधनीयं खलु इदानीं वदतु अस्मिन् सन्दर्भे व्याप्यः कः व्यापकः कः पक्षता अवच्छेदक यः धर्मः सः व्याप्यः व्यापकः व्यापकः येन सा छिद्यति यः साध्यं साध्यम् अस्ति सः सः साध्यं हा व्यापकः साध्यं सा व्यापकः इत्युक्ते अधिकदेशवृत्तिः यस्य क्षेत्रं बृहान् क्षेत्रं बृहद् खलु तर्हि इदानीं चिन्तयतु अस्माकं सामान्यपक्षः इति पर्वतः पर्वतत्वम् इति पक्षता अवच्छेदकः वह्निः साध्यम् इति अस्माभिः अत्र अनुमितिः जाता खलु तर्हि वह्निः पर्वतभिन्नस्थले अपि भवितुम् अर्हति केवलं पर्वते इति न पर्वतं विहाय अपरत्र महानसे अथवा वने भवति खलु तर्हि वह्नेः क्षेत्रम् अधिकं वह्नेः क्षेत्रं बृहदस्ति अतः वह्निः व्यापकः अपि च पक्षता अवच्छेदकः इत्युक्ते पर्वतत्वं किमस्ति अत्र पर्वतत्वं हेतुः अस्ति हेतुः नास्ति वस्तुतः हेतुः नास्ति व्याप्यः अस्ति अत्र हेतुः साध्यः इत्यस्य उल्लेखः कृतः यतोहि केवलं प्रदर्शयितुं तयोः मध्ये यथा व्याप्यव्यापकभावः अस्ति तद्वत् अत्रापि पर्वतत्वम् अपि च वह्निः तयोः मध्ये अपि व्याप्यव्यापकभावः अस्ति अस्तु इदानीम् अग्रे गत्वा पक्षता अवच्छेदक अथवा पर्वतत्वम् अपि हेतुरूपेण तस्य प्रयोगः भवति वा इति अग्रे पश्येम अग्रे पठतु नाम पक्षता अवच्छेदक अवच्छेदेन साध्य अनुमितिः इति स्थले पर्वतत्वव्यापक वह्निः इति सिद्ध्यति किल यथा पूर्वं भवती उक्तवती तथा अत्र अपि पक्षता अवच्छेदक अवच्छेदेन साध्य अनुमतिः भवति यथा पर्वतत्वव्यापकवह्निः पर्वतत्वव्यापक इत्युक्ते व्याप्यः पर्वतत्वव्यापकवह्निः इत्युक्ते साध्यम् इति सिद्ध्यति तथा वक्तुं शक्नुमः पर्वतत्वं व्याप्य वह्निः वक्तुं शक्नुमः सत्यं पर्वतत्वव्यापकवह्निः इत्युक्ते वह्निः व्यापकः पर्वतत्वं व्याप्यं वह्निः व्यापकः पर्वतत्वं व्याप्यम् इति इदानीमेव तत् उक्तवन्तः तदर्थम् अनुमानप्रयोगे कुर्मः चेत् पर्वतः वह्निमान् पर्वतत्वात् तदर्थं तादृशी तर्कः चिन्तयामः चेत् तत् अनुमा अस्माकम् अनुमितिः भवति पर्वता वनिहिमान् पर्वतत्वात् पर्वतत्वं निश्चयेन सर्वेषु पर्वतेषु एव. हा एकनिमिषः एकनिमिषः, अधुना अधुना चिन्तयतु, पर्वतः वह्निमान् धूमात् इति आरम्भे आरम्भे एकः अनुमानं जायते चेत् अनुमितिः जायते चेत् तत्र हा पर्वतः वह्निमान् धूमात् इत्यत्र धूमः व्याप्यः खलु, वह्निः व्यापकः, तद्वद् अत्र धूमात् इत्यस्य स्थले पर्वतत्वम् इति स्थापितं, यतोहि पर्वतत्वमपि किमस्ति व्याप्यः अस्ति पर्वतत्वात्. हा पर्वतत्वं निश्चयेन सर्व भगिनी अत्र यथा वदामः पर्वतः वह्निमान् पर्वतत्वात् पर्वतत्वात् हेतुः अस्ति वा अत्र? हा हेतुः वस्तुतः वक्तुं शक्नुमः, किन्तु हेतुः वस्तुतः कः? धूमः. धूमः आरम्भे तादृशपर्वतस्य दर्शनं भवतु अस्तु, यस्मिन् यस्मिन् धूमः अस्ति तदा तदा ज्ञायते अयं पर्वतः धूमवान् अपि अस्ति वह्निमान् अपि अस्ति इति तदा ज्ञायते. अधुना यतोहि तस्मिन् पर्वते धूमः अपि दृष्टः वह्निः अपि दृष्टः, पर्वतत्वमपि पर्वतः इति पक्षस्य स्वरूपः कः? पर्वतत्वेन पक्षं पश्यामः खलु, अतः पर्वतत्वम् अपि अस्ति इति कृत्वा तादृशप्रयोगः प्रयोगः न दोषाय इति, पर्वतः वह्निमान् पर्वतत्वात् इति प्रयोगः न दोषाय. यथा पर्वत पर्वता वह्निमान् पर्वतत्वात् अहम् अवगच्छामि, परन्तु तथापि किञ्चित् कष्टकरमेव. हा हा सावित्री भगिनी, तस्य प्रश्नः आसीत् यत् पर्वतत्वं हेतुः अस्ति वा इति आसीत् इति मन्ये खलु? आमां, परन्तु अत्र अत्र एव तथा वक्तुं शक्नुमः, यत्र पर्वतावच्छेदकावच्छेदेन साध्यानुमितिः भवति तत्र एव वक्तुं शक्नुमः पर्वतः वह्निमान् पर्वतत्वात्, अन्यत्र नास्ति. अन्यत्र नास्ति, अपि च पर्वतत्वं साक्षात् हेतुः अपि नास्ति खलु? आमामां, सत्यं सत्यम्. आरम्भे धूमः भवेदेव, धूमं दृष्ट्वा एव तस्य अग्रिमसोपानं भवति, अस्तु अस्मिन् पर्वते धूमः वह्निः अपि अस्ति अपि च पर्वतत्वमपि स्यात् इति कृत्वा एतादृशप्रयोगः सम्भवति खलु? स्यात् न भगिनि, पक्षतावच्छेदकावच्छेदच्छेदेन इति वक्तुं शक्नुमः, यत्र पर्वतत्वमेव अवच्छेदकः खलु, तदर्थमेव वक्तुमः स्यात् इति न खलु? पर्वतः वह्निमान् पर्वतत्वात् इति केषुचित् स्थले एव वक्तुं शक्नुमः, यत्र पक्षतावच्छेदकावच्छेदेन अनुमितिः जायते. हा पक्षतावच्छेदकावच्छेदेन इति सत्यं, तत्रैव वक्तुं शक्नुमः, परन्तु तथा वक्तुं पक्षतावच्छेदकावच्छेदेन कदा वक्तुं शक्नुमः? सामान्यपक्षम् उद्दिश्य. हा तर्हि मम कथनस्य आशयः आसीत् यत् अस्य सामान्यपक्षस्य अभिज्ञानार्थं किं करणीयम्? यत्र धूमः हा यत्र धूमः तत्र वह्निः इति नियमं स्वीकृत्य तदर्थं स्यात् इति अहं किम् अस्तु अर्थद्वयमस्ति खलु विध्यर्थे अपि तस्मिन् अर्थे उक्तवती तावदेव. इत्युक्ते पर्वतः पर्वते वह्निः अपि अस्ति धूमः अपि अस्ति तद् आधारीकृत वक्तुं शक्नुमः पर्वता वह्निमान् पर्वतत्वात् यथा पर्वतत्वात् सर्वेषु पर्वतेषु साधर्मः अस्ति एव. हा सत्यं पर्वतत्वम् इति सामान्यपक्षस्य सूचकः अस्ति, अस्तु यत्र यत्र पर्वतत्वं तत्र तत्र साधनीयं भवति इति कृत्वा तादृशप्रयोगः भवति. पर्वतत्वं निश्चयेन सर्वेषु पर्वतेषु एव, अपि च पर्वतत्वं वह्निं प्रति व्याप्यम् अतः वह्निः अपि निश्चयेन अस्ति. तदर्थं पर्वत शब्दस्य स्थले अयं पक्षः कीदृशी कीदृशः इति चेत् पर्वतत्व वह्निस्थलं तथा वक्तुं शक्नुमः. पर्वतत्व वह्निस्थलम् अस्ति यत् पर्वता वह्निमान् पर्वतत्वात् तस्मिन् सन्दर्भे. नाम सामान्य किमर्थं तथा वक्तुं शक्नुमः पर्वतत्व वह्निस्थलम् इति? यथा वदामः पर्वतः वह्निमान् पर्वतत्वात्. पर्वतत्वं तु सर्वेषु पर्वतेषु अस्ति तथा एकं सामान्यपक्षः दृश्यते. तत् कारणात् वक्तुं शक्नुमः पर्वतत्व वह्निस्थलं. हा सत्यं. तर्हि यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति कृत्वा तस्मिन् स्थले पर्वतत्वमपि भवति वह्निः अपि भवति इति कृत्वा सामान्यपक्षस्य इदानीं नामकरणं जातं पर्वतत्ववह्निस्थलम्. यत्र यत्र पर्वतत्वम् अस्ति तत्र वह्निरस्ति इति स्थलानां सङ्ग्रहः. तदपि तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति. परन्तु अत्र किञ्चित् लिमिटेड् रूपेण दृष्टान्तः भवति भगिनि, एवं सत्यं वा? लिमिटेड् रूपेण इत्युक्ते किं? लिमिटेड् रूपेण यथा महानसे यत्र कुत्रापि महानसम् अस्ति तत्र धूमः अस्ति वह्निः अस्ति. परन्तु सर्वेषु पर्वतेषु पर्वतात् आधारेण न सदैव वह्निः भवेत् तथा तु प्रायशः न सदैव सर्वदा तत् सत्यं न भवति. हा तदर्थमेव मया उक्तम् आरम्भे पर्वतत्वस्य आधारेण वह्निरस्ति इति न वक्तुं शक्नुमः. आरम्भे हेतुः द्रष्टव्यः इत्युक्ते धूमः द्रष्टव्यः एव. धूमस्य आधारेण पर्वतेषु वह्निः अस्ति इति निश्चित्य एव ततः अग्रे इदं सोपानं भवति पर्वतत्वं वह्निः इति. अवगतं वा महोदय? तत्र च यः कोऽपि एकः पर्वतः मनसि स्पष्टता स्यात् यत् पर्वतत्वस्य कारणेन वह्निरस्ति इति अनुमानं नास्ति. आरम्भे प्रथमसोपानम् अस्ति सामान्य क्षम्यतां स्वार्थानुमानं वा परार्थानुमानं हेतुं दृष्ट्वा धूमं दृष्ट्वा वह्निरस्ति इति अनुमानं प्रथमसोपानं. तदा अस्तु वह्निः पर्वते अस्ति तर्हि सर्वेषु पर्वतेषु पर्वतत्वं तु भवेदेव इति कृत्वा यत्र यत्र पर्वतत्वं तत्र वह्निः इति जायते अनुमानम्. यथा अत्र तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति. यथा अपर्वतः ई पर्वतः ऊ पर्वतः रि पर्वतः च इति सन्ति चेत् सर्वेषु पर्वतत्वम् अस्ति वह्निरपि अस्ति. तत्र ई पर्वते धूमः वह्निः च दृष्टः चेत् पक्षस्य एकः देशः दृष्टान्तो भवति. तथा पूर्वं सः एव तर्कः अत्रापि अस्ति. इदानीं स्पष्टं स्यात् खलु अस्माकं सामान्यपक्षः अस्ति पर्वतत्ववह्निस्थलम् इति. कथं तथा वक्तुं शक्नुमः यतोहि एकं पर्वतं दृष्ट्वा यस्मिन् वह्निः अपि च धूमः आसीत् धूमः पर्वतं दृष्ट्वा तत्र वह्निरपि अस्ति धूमः अपि अस्ति तत् आधारीकृत सः दृष्टान्तः भवति एकदेशदृष्टान्तः भवति. हा एकदेशदृष्टान्तः भवति तस्मिन् दृष्टान्ते पुनः पर्वतत्वमपि अस्ति अतः तादृशपर्वत आहत्य पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति अनुमानप्रयोगः तत्र अत्र तथैव अहं पूर्वम् उक्तवान् किञ्चित् लिमिटेड् स्वरूपम् अस्ति अत्र. लिमिटेड् स्वरूपम् इत्युक्ते किम्? ई पर्वतः इति लिमिटेड् अस्ति इति वा भवतः आशयः? यतोहि ई पर्वतः एकदेशः तत् आधारीकृत्य तत् धूमः अपि आसीत् वह्निः अपि आसीत् तत् कारणात् अस्माकं वक्तुं शक्नुमः पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति अनुमानप्रयोगः. अथवा पर्वतत्वभनिस्थलं वनिमान् पर्वतत्वभनिस्थलत्वात् यथा इ पर्वतः इति पुनः तथैव पर्वतत्वभनिस्थलं वनिमान् पर्वतत्वभनिस्थलत्वात् यथा इ पर्वतः एकदेशे दृष्टान्तः भवति तस्य तर्हि इदानीं ई पर्वतः पर्वतत्ववहनीस्थलम् अस्ति न वा तत्तु अस्ति तर्हि पर्वतत्ववह्निस्थलम् इत्यस्मिन् विद्यमानधर्मः कः पर्वतत्वं पर्वतत्ववह्निस्थलत्वं खलु यथा पर्वतः वह्निमान् पर्वतत्वात् इति उक्तं तद्वदेव पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात् इति उक्त्वा दृष्टान्तत्वेन ई पर्वतः दत्तः अपि च हा ई पर्वते अवश्यं पर्वतत्ववह्निस्थलत्वम् अस्ति अतः दृष्टान्तत्वेन दत्तः तादृशधर्मः हा तादृशपर्वतत्ववह्निस्थलत्वम् इति धर्मः अपरेषु सर्वेषु पर्वतेषु ये केऽपि पर्वताः सामान्यपक्षे अन्तर्भूतः अपरेषु सर्वेषु तादृशधर्मः विद्यते एव अतः तादृश एकदेशदृष्टान्तः दातुं शक्नुमः अत्र च पर्वता वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः पर्वता वह्निमान् धूमात् इत्यस्य उपगणः सब्सेट् इत्युक्ते उपगणः इति मनसि सर्वदा भवेत् पर्वता वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः शून्यता न आनीतः इदानीम् अवगच्छामि यथा पूर्वं यथा भवती उक्तवती पूर्वं प्रथमं सोपानम् अस्ति यत् पर्वते वह्निः अपि अस्ति धूमः अपि अस्ति तत् तदनन्तरं द्वितीयसोपानम् अस्ति पर्वता वह्निमान् पर्वतत्वात् तथा तथा प्रथमं सोपानं यदा न अस्ति तत्र शून्यतः न आनीतः पर्वतावनिमान् पर्वतत्वात् इति अनुमानप्रयोगः न भवितुमर्हति अपि तु विशिष्टप्रसङ्गे विशिष्टसन्दर्भे अयम् अनुमानप्रयोगो भवति अत्र तु पर्वतावनिमान् पर्वतत्वात् यथा इ पर्वतः तथा विशिष्टप्रसङ्गः विशिष्टसन्दर्भे अयम् अनुमानप्रयोगः भवति तर्हि विशिष्टप्रसङ्गः भवति प्रथमतया पर्वतः वह्निमान् धूमात् इत्यस्य ज्ञानम् इति अनुमितिः तदा एव पुनः पक्षस्य धर्मं स्वीकृत्य पर्वतः वह्निमान् पर्वतत्वात् इति प्रयोगः सिद्ध्यति नो चेत् न अपि च पर्वतः वह्निमान् पर्वतत्वात् इति पुनः विशिष्टः इत्युक्ते पक्षता अवच्छेदकावच्छेदेन साध्यम् इत्यस्य सूचकः अस्ति तादृशप्रयोगः बुद्धम् आं भगिनि धन्यवादः अस्तु अत्र कोऽपि प्रश्नः वा कस्यचित् अथवा किमपि चिन्तनं मनसि अस्तु नो चेत् अग्रे सरेम तर्हि सरला भगिनी पठति वा अग्रे आं भगिनि एवं च दृष्टान्तः सामान्यपक्षस्य एकदेशः भवेदेव यत्र यत्र धूमः तत्र तत्र वह्नि इत्यनेन तादृशस्थलं यत्र धूमः अपि अस्ति वह्निः अपि अस्ति तादृशस्थलानां सङ्ग्रहे एकदेश इत्येव दृष्टान्तः तादृशदृष्टान्तः यः तादृशस्थलसङ्ग्रहस्य एकदेश तस्य दृष्टान्तस्य बलेन तस्य शक्त्या साधयामः यत् पक्षे साध्यम् अस्ति पुनः अन्या रीत्या एवं बिन्दु वक्तव्यमस्ति सामान्यपक्षस्य एकदेश सामान्यपक्ष इत्युक्ते यत्र यत्र हेतुमन्ति साध्यवन्ति पक्ष एतत् सामान्यपक्षस्य एकदेश अस्ति यत्र यत्र धूम तत्र तत्र वाणि एतत् उदाहरणे यत् धूमः अस्ति तत्र वह्निः अपि अस्ति सामान्यपक्षः अस्ति यथा वयं पूर्वं पठितवन्तः मूल अस्माकम् आशयजन्यगुणजन गुणनाशसामानाधिकरण आशयनशगुणनाशत्वात् अस्तु स एकदेश तस्य पर्व यत्र यत्र धूम तत्र तत्र वह्नि तस्य एकदेश अस्ति तस्य सामान्यपक्षस्य एकदेशं तत् समूहस्य समूहस्य एकभागम् अस्ति यत्र यत्र धूम तत्र तत्र वह्नि एतत् एकनिमिष भगिनि यत्र यत्र धूमः तत्र तत्र वह्निः अस्तु इति कस्य नियमः भवति अथवा कस्य स्वभावः भवति सामान्यपक्षस्य वा अथवा विशिष्टपक्षस्य एतत् विशिष्टपक्ष विशिष्टपक्षस्य अस्ति किन्तु तत् सामान्यपक्षस्य एकदेश सत्यं सत्यं तर्हि सामान्यपक्षस्य नाम एतादृशस्थलानां सङ्ग्रहः यत्र यत्र भवति यत्र यत्र धूमः तत्र तत्र वह्निः इति यत्र मानसं वनं वा गृहं वा पर्वतम् अस्ति पर्वतः सङ्ग्रहस्य तादृशानां सङ्ग्रहः सामान्यपक्षः अस्तु यत् यत्किमपि भवत्या उक्तं द्रव्याणि महानसं वनं तत्सर्वम् एकदेशः एकदेशः अस्ति तादृशदृष्टान्तस्य यः तादृश स्थलसङ्ग्रहस्य एकदेश यदा एतद् दृष्टान्ते एकदेशमस्ति यत्र हेतुः अपि अस्ति साध्यम् अस्ति एतत् एकदेशम् अस्ति तत् एतद् बलं दीयते एतत् दृष्टान्ते तस्य अन्वय दृष्टान्तस्य कथं साध्यं भवति तस्य दृष्टान्तस्य बलेन तस्य शक्तस्य साधयामः यत् पक्षे साध्यम् अस्ति एतत् पक्षे हेतुः अपि अस्ति साध्यमपि अस्ति यदि एकदेशे द्वयो अस्ति तस्य बलं भवति एकदेशे द्वयमपि अस्ति इति सत्यम् अपि च अन्यः वार्ता अन्या वार्ता अस्ति यद् यः कोऽपि एकदेशः एकस्य बृहान् बृहतपक्षस्य सदस्यः भवति हा सदस्यः भवतु नाम तस्मिन् बृहति पक्षे अन्ये अपि सदस्याः स्युः येषु उभावपि स्तः इत्युक्ते हेतुः एतेषु सदस्येषु अन्यतम पर्वतम् अस्ति पर्वतः भवति सत्यं तर्हि इत्युक्ते अपरेषु एकदेशेषु अपि तादृशी एव स्थितिः स्यात् यत्र यत्र धूमः तत्र तत्र वह्निः इति वह्निः अस्तु तर्हि अग्रिमपरिच्छेदमपि पठतु किञ्चित् तादृश च सामान्यपक्षस्य स्वस्मिन् पक्षता इति विद्यमानधर्मः यथा येषु स्थलेषु धूमः अस्ति वह्निश्च अस्ति तेषां स्थलानां सङ्ग्रहस्य नामकरणं धूमवह्निस्थलम् इति चिन्तयतु तत्र पक्षतावच्छेदकं धूमवह्निस्थलवत्वं स्थलत्वं धूमवह्निस्थल त्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र धूमवह्निस्थलत्वं व्याप्यं वह्नि च व्यापकः अत्र मानसं तस्य पक्षस्य एकदेशः पर्वत अपि तस्य एकदेशः अत्र यद्यपि वदामः यत् पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति वस्तुतः यत् तादृशसामान्यपक्षः भवति यथा धूमवह्निस्थलं तत्र अन्वयदृष्टान्तः एकदेशः अन्यया दृष्ट्या एकदेशात् विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव तादृशसामान्यपक्षस्य स्वस्मिन् पक्षता इति विद्यमानधर्म पक्षे विद्यमानधर्म अस्ति पक्षता वयं पक्षता वदामः पक्षत्वं भवति पक्ष सामान्य पक्षत्वम् अथवा पक्षता सामान्यपक्षस्य धर्म भवति. यथा येषु स्थलेषु धूमः अस्ति वह्निश्च अस्ति तेषां स्थलानां सङ्ग्रहस्य नामकरणं धूमवह्निस्थलम् इति चिन्तयतु. यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति एतत् स्थलेषु एकनामकरणं भवति धूमवह्निस्थलम्. यदि अहं वयं इति चिन्तयामः तत्र पक्षतावच्छेदकं धूमवह्निस्थलत्वं भवति. तत्र धूमवह्निस्थलत्वं भवति हेतु तो पक्षता अवच्छेदकं धूमवह्निस्थलत्वं भवति अवच्छेदकं तस्य सामान्यपक्षस्य अवच्छेदक भवति. अस्तु, इदानीं किं करोतु, तत्र धूमवह्निस्थलम् इति पक्षः धूमवह्निस्थलत्वम् इति पक्षता अवच्छेदकः खलु, यथा पर्वतः पर्वतत्वम्. अस्तु, हा, पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति आसीत् खलु वाक्यम्, तद्वत् धूमवह्निस्थलम् अपि च धूमवह्निस्थलत्वम् उपयुज्य वाक्यं वदति चेत् कथं भवति? धूमवह्निस्थलं पर्वतः मास्तु, इदानीं पर्वतः अपि पर्वतः अपि भवति किन्तु कदा भवति? धूमवह्निस्थलं पर्वतम् अस्ति. सत्यं, धूमवह्निस्थलम् इति सङ्ग्रहः खलु. आमां, बहूनां धूमवह्निस्थलं वहिमान् धूम वह्निस्थलतत्वात् यथा धूमवह्निस्थलतत्वात्. सत्यं, धूमवह्निस्थलं वह्निमान् धूमवह्निस्थलत्वात् तत्वात्. हा, वाक्यं सम्पूर्ण वाक्यं पूर्णं नास्ति. यथा यथा ई पर्वत वहिमान् चिन्तयतु, धूमवह्निस्थलानि कानि कानि भवितुम् अर्हन्ति? धूमवह्निस्थलानि पर्वतं मानसं वनं. हा, सत्यं, समीचीनम्. एतानि सर्वाणि धूमवह्निस्थलानि एव खलु. आम्, तर्हि एतानि सर्वाणि स्थलानि यद् भवत्या उक्तानि तानि सर्वाणि एकदेशः अस्ति न वा? आम्, एकदेशः, हा, एकदेशः अस्ति कस्मिन् पक्षे अस्ति? यथा मानसमे वने वा पर्वते स्थले धूमवह्निस्थले धूमवह्निस्थले एकदेशः अस्ति पर्वतः महानसम् इत्यादिकं. तर्हि इदानीं केवलम् इदमेव पृच्छामि अहं यद् वाक्यं वदतु सम्पूर्णतया, यथा इति उक्त्वा दृष्टान्तं ददाति खलु ई पर्वतः, तद्वत् एकदेशदृष्टान्तं ददातु अत्र. अत्र पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति वाक्यमस्ति किल, तस्मिन् ई पर्वतः एकदेशः. किमर्थं? बहुषु पर्वतेषु ई पर्वतः अपि अन्यतमः यस्मिन् धूमः अपि च वह्निः अस्ति इति कृत्वा बहुषु पर्वत. अधुना तद्वदेव धूमवह्निस्थलम् इति सामान्यपक्षे एकदेशं चित्वा वाक्यं करोतु तावदेव. धूमवह्निस्थले एकदेशः कः इति भवत्या उक्तम्? धूमवह्निस्थलतत्वं वह्नि साध्यम्. हा, तर्हि वाक्यं किं भवति? अन्य कोऽपि सहायं करोति वा? का लक्ष्मी भगिनी? Okay. वदतु भगिनि. फलत्वम् इति पक्षधर्मता प्रपक्षता पक्षता अवच्छेदकेन अथवा भगिनि केवलम् एवं चिन्तनीयम्. इदानीं पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इत्यस्मिन् सन्दर्भे सामान्यपक्षः कः? सर्वे पर्वताः. तस्मिन् एकदेशः कः? ई पर्वतः, ऊ पर्वतः, रू पर्वतः, खलु? यथा पर्वतवह्निमान् धूमात्. सत्यं, पर्वतः वह्निमान् धूमात् यथा महानसम् इति आरम्भे आसीत्, किन्तु अहं किं वदामि, एकं बृहत् पक्षं स्वीकरोतु आरम्भे. अस्तु, पर्वतः पर्वतः स्थलं भवति बृहत् पक्षं पक्ष हा धूमवह्निस्थलम् इति सामान्यपक्षः, यत्र यत्र धूमः तत्र तत्र वह्नि इति सामान्यपक्षः. सामान्यपक्ष तस्मिन् पक्षे एक तस्मिन् पक्षे पर्वत एक देशं भवति, एकं भागम् अस्ति तस्य पर्वतः. तस्मिन् एकः सदस्यः, महानसमेकः सदस्यः, वनमेकं सदस्य. केवलं वाक्यं परिपूर्णं करोतु तावदेव. यथा ई पर्वतः इत्यस्य वदनेन यथा इत्यस्मात् परम् एकदेशस्य उल्लेखः भवति खलु, तावदेव. यथा ई पर्वत वहिमान् पर्वतत्वात्. अस्तु, अन्य कापि साहाय्यं करोति? भगिनी, अहं प्रयत्नं करोमि. अस्तु, राजेन्द्रमहोदय करोतु. प्रायशः सम्यक् नास्ति. पक्षः धूमवह्निवान् धूमवह्निस्थलत्वात् यथा यथा महानसं. हा, तावदेव. धूमवह्निस्थलं समीचीनं महोदय. यथा महानसम् इति एकदेशः खलु, सरला भगिनी. हा, तर्हि धूमवह्निस्थलं वह्निमान् धूमवह्निस्थलत्वात् यथा महानसम् इति वाक्यम् अर्थपूर्णम् इति वाक्यम् अर्थपूर्णमस्ति न वा? अस्ति अस्ति खलु. केवलं धूमवह्निस्थलम् इति सामान्यपक्षस्य सूचकः, द्योतकः अस्ति. सामान्यपक्षस्य नामकरणं किं? धूमवह्निस्थलं. तस्मिन् धूमवह्निस्थलत्वम् इति धर्मः. तर्हि यथा वयम् उक्तवन्तः पर्वतः वह्निमान् पर्वतत्वात्, तद्वदेव धूमवह्निस्थलं वह्निमान् धूमवह्निस्थलत्वात् यथा महानसम् अथवा अन्य उदाहरणं भवति. हा, तावदेव. अस्तु, एकः सङ्ग्रहः अपि च सङ्ग्रहे एकसदस्यः महानसं पर्वतः, तावदेव. अस्तु, बुद्ध अद्भुत. अस्तु, अग्रे. धूमवह्निस्थलव्यापकवह्निप्रतियोगिकसंयोग. वयं पूर्वं जानीमः वह्नि भवति प्रतियोगी, वह्नि प्रतियोगिकसंयोग संयोग अस्ति अपि संयोग अपि प्रतियोगिक भवति. धूमवह्नि स्थलत् व्यापक यथा वह्नि व्यापक अस्ति तथैव संयोग अपि व्यापकं भवति. धूमवह्निस्थलत्वं भवति व्याप्य, अत्र धूमवह्निस्थलतत्वं व्याप्य वह्नि च व्यापक. वह्नि च व्यापकः, तदपि समीचीनम्. अपि च संयोगः कीदृशः इत्युक्ते वह्नि प्रतियोगिकः, प्रतियोगिकसंयोग भवति तत्र. अत्र महानसं तस्य पक्षस्य एकदेश, पर्वतः अपि तस्य एकदेशः, पुनः मानसं पर्वतः सामान्यपक्षस्य सदस्यः स्तः। अतः यद्यपि वदामः यत् पक्षभिन्नस्थले एव अन्य अन्वयदृष्टान्तः भवति, वस्तुतः यत्र तादृशसामान्यपक्षः भवति यथा धूमवैनी स्थलं तत्र अन्वयदृष्टान्तः एकदेशः। पूर्वं वयं जानीमः यथा धूमवान् पर्व भिन्नस्थले अस्ति, यथा मानसमे अन्वयदृष्टान्तस्य उदाहरणम् अस्ति धूम पर्वतः वह्निमान् धूमत्वात् यथा मानसमे, तत्र अन्वयदृष्टान्तः अस्ति पक्षभिन्नस्थले। किन्तु यदि एकदेश यत्र हेतु साध्य द्वयो एक पक्षे अस्ति यथा धूमवैनीस्थलं, तत्र अपि अन्वयदृष्टान्तस्य एकदेशः भवति। समीचीनं साध्यं अन्वयदृष्टान्त एक सामान्यपक्षस्य एकदेशे अस्ति तत्र साध्यं साध्यति। आरम्भे तथा उक्तवन्तः पक्षभिन्नस्थले स्यात् इति, भवती यदा यथा उक्तवती पर्वतः वह्निमान् धूमात् यथा महानसम् इति उक्त्वा, अस्तु पर्वतः भिन्नस्थलं महानसं भिन्नस्थलं पक्षभिन्नस्थले इति आरम्भे उक्तवन्तः तथा, परन्तु वस्तुतः पर्वतः महानसम् एतत् सर्वं किं धूमवैनीस्थलपक्षस्य एकदेशं अस्ति, धूमवह्निस्थलम् इत्यस्य एकदेशः अपि अस्ति, एकदेशः एव अस्ति। अतः अन्ते किम् उक्तम्? अतः अन्वयदृष्टान्त साध्यं साधितुं शक्नुमः। हा तर्हि अन्तिमवाक्यं किम् अस्ति? अनया दृष्टया एकदेशात् विहाय कोऽपि अन्वयदृष्टान्तः न भवति। यदि सामान्यपक्षस्य एकदेश नास्ति यत्र हेतु वा साध्यम् एक सामान्य एकपक्षे नास्ति, तत्र अन्वयदृष्टान्तः साधितुं न शक्नुमः। हा सत्यम् इति वार्ता अस्ति, अन्वयदृष्टान्ते एकदेशः दृष्टान्तः भवति सामान्यपक्षस्य। अत्र बुद्धं वा सर्वैः? अस्तु अग्रे सरेम तर्हि लक्ष्मी भगिनी। यथा पर्वतः वह्निमान् धूमात् यथा महानसम् इति स्थितौ वास्तविकसामान्यपक्षः सामान्यपक्षः अस्ति धूमवह्निस्थलं, तस्मिन् सामान्यपक्षे महानसम् इति एकदेशः, पर्वतः अपि एकदेशः, महानसस्य सामान्यपक्षे एकदेशत्वात् एव अस्मिन् दृष्टान्ते शक्तिः अस्ति, यस्य बलेन वक्तुं शक्नुमः यत् यतः महानसे धूमः अस्ति वह्निः अपि अस्ति, अतः पर्वते धूमः अस्ति चेत् वह्निः अपि अस्ति। अत्र धूमवह्निस्थलत्वं व्याप्यं, वह्निसाध्यं च व्यापकं, पक्षता अवच्छेदका अवच्छेदेन साध्या अनुमतिः, तस्मात् च दृष्टान्तस्य बलेन साध्यं सिध्यति। अस्तु, पर्वतः वह्निमान् धूमात् यथा वह्निमा यथा महानसम् इति स्थितौ सामान्यपक्षे इति धूमवह्निस्थलम् इत्युक्ते यः कोऽपि स्थलं तत् यत्र धूमः अपि अस्ति वह्निः अपि अस्ति, यथा पर्वते वा महानसे वा वने वा किमपि भवतु, सामान्यपक्षः इति तादृश अनेकानि धूमवह्निस्थलानि इति पूर्वं दृष्टवन्तः। तस्मिन् सामान्यपक्षे महानसम् इति एकदेशः, महानसम् इति तादृश धूमवह्नि अस्ति स्थलेषु महानसम् इति अन्यतमः तस्यः एकदेशः अथवा एकदेशः तत् पर्वतः अपि एकदेशः महानसस्य सामान्यपक्षे एकदेशत्वात् एव अस्मिन् दृष्टान्ते महानसस्य सामान्यपक्षे अस्मिन् सामान्यपक्षे महानसम् एकः सदस्यः सदस्यः अतः सः अस्मिन् दृष्टान्ते शक्तिः इत्युक्ते अत्र आङ्ग्लभाषायाम् एवं वेलिडिटि इति अहं चिन्तयामि अस्मिन् प्रसङ्गे उदाहरणस्य शक्तिः अस्ति और् वेलिडिटि किं वक्तुं शक्नुमः संस्कृते दृष्टान्तस्य मूल्यम् अस्ति आम् दृष्टान्तस्य मूल्यम् अस्ति आम् सामान्यपक्षे एकदेश तर्हि सामान्यपक्षः इत्युक्ते किं सर्वाणि धूमवह्निस्थलानि तेषां सङ्ग्रहः तादृशः एव वस्तु अस्ति महानसम् महानसे धूमः अस्ति वह्निः अपि अस्ति तस्य बलेन तस्य बलेन यदि पर्वते धूमः पश्यामः चेत् तत्र वह्निः अपि अस्ति इति अनुमिति भवितुमर्हति पर्वतः अतः अत्र धूमवह्निस्थलत्वं व्याप्यं वह्निसाध्यं च व्यापकं धूमवह्निस्थलत्वं धूमवह्निस्थलत्वम् इति धूमवह्निस्थलस्य धर्मता व्याप्यं स्वातन्त्र्ये धूमः व्याप्यः धूमवह्निस्थलत्वं व्याप्यं धूमवह्निस्थलत्वं व्याप्यं वह्निसाध्यं च व्याप्यकं धूमवह्निस्थलत्वम् इति पक्षस्य धर्मः पक्षस्य धर्मः यथा पूर्वं पर्वतः वह्निमान् पर्वतत्वात् इति सर्वदा न किन्तु यत्र पर्वतः सामान्यकक्षे सदस्यः अस्ति तत्र पर्वतः वह्निमान् पर्वतत्व इति वदामः चेत् धूमवह्निस्थलत्वमपि धूमवह्निस्थलत्वं हेतुः अतः सः व्याप्यं वह्निसाध्यं च व्यापकम् तर्हि पर्वतः वह्निमान् पर्वतत्वात् इत्यत्र साक्षात् पर्वतत्वं हेतुः नास्ति इति खलु इति मनसि भवेत् धर्मः साक्षात् हेतुः नास्ति आरम्भे धूमं दृष्ट्वा वह्निः पर्वते अस्ति इति मनसि निधाय अस्तु पर्वतः वह्निमान् धूमात् किन्तु धूमः सर्वत्र अस्ति सर्वेषु पर्वतेषु तर्हि पर्वतः वह्निमान् पर्वतत्वात् इति अपि वक्तुं शक्नुमः इति निश्चयं कृतवन्तः खलु तद्वदेव अत्रापि पक्षतः अवच्छेदका अवच्छेदन साध्या अनुमतिः साध्या अनुमतिः तस्मात् दृष्टान्तस्य बलेन साध्यं सिद्ध्यति पक्षतः अवच्छेदका अवच्छेदेन अत्र पक्षतः अवच्छेदक अवच्छेदेन इत्युक्ते पक्षधर्मता पर्वतत्व अवच्छेदेन पर्वतत्वेन साध्यं हा इदानीं चिन्तयतु अत्र पर्वतत्वम् इत्यस्य स्थले किं भवति पक्षतावच्छेदकरूपेण धूमवह्निस्थलत्वावच्छेदकः अवच्छेदकावच्छेदेन धूमवह्निस्थलत्वावच्छेदकावच्छेदेन साध्य अनुमति अथवा वह्निस सत्यं वह्निरनुमितिः इति अपि वक्तुं शक्यते. आहत्य अत्र पक्षतावच्छेदकः भवति धूमवह्निस्थलत्वम् इति कृत्वा सः व्याप्यः, सः धर्मः व्याप्यः, तेन अवच्छेदकधर्मेण वह्निरनुमितिः जायते. एतत् सर्वम् आशयनाशजन्य गुणनाशः आश्रयनाशजन्य गुणनाशत्वात् इति पक्षे एव पक्षदिनस्थले हेतुः न लभ्यते अतः इति कृत्वा एतत् सर्वम् अन्यरीत्या एतत् सर्वम् आगतः किल. सत्यं सत्यं, तदर्थमेव आगतं सर्वम् इति अपि तस्य विवरणम् अग्रे दीयते. तदर्थम् एतत् सर्वं भवति. एकः सामान्यपक्षः भवति, तस्मिन् सामान्यपक्षे एकं दृष्टान्तं स्वीकृत्य तस्य दृष्टान्तस्य बलेन सामान्यपक्षस्य अपरस्मिन् सदस्य अपि एतादृशी एव स्थितिः इति वदनम्. तादृश अन्वयदृष्टान्तः अस्ति. कोऽपि प्रश्नः अत्र? अग्रे सरेम तर्हि अजितमहोदय अस्ति वा? अजितमहोदय अस्ति किम्? अस्ति भगिनि, अस्मि, अहमस्मि. अग्रे पठति. एकनिमिषम्. यया रीत्या धूमवह्निस्थलं तया एव रीत्या वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्निः अपि तथैव सामान्यपक्षः. तस्मिन् विद्यमानः धर्मः वह्नित्वं व्याप्यम्, उष्णत्वं च व्यापकम्. पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः तदर्थं च अन्यदृष्टान्तः इति एकदेशः. वह्नितोष्णत्वस्थलम् इत्यत्र वह्निशब्दस्थाने सामान्यपक्षस्य नामान्तरं. तर्हि वह्नितोष्णत्वस्थलम् उष्णत्ववत् वह्नितोष्णत्वस्थलत्वात् यथा इ वह्निः इति भवति. कुत्रचित् एकस्मिन् वह्नौ वह्नित्वम् अस्ति, उष्णत्वं च अस्ति इति दृष्टं चेत् स च वह्निः एकदेश दृष्टान्तः. अत्र एकदेशदृष्टान्तः प्रतिपादितं धूमवह्निस्थलं वह्निः उष्णः वह्नित्वात् इत्यस्मिन् प्रसङ्गे इत्यस्मिन् प्रसङ्गे वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. तत्तु स्पष्टमस्ति खलु महोदय? तत् सामान्यपक्षः. हा, वह्नित्वं व्याप्यं, वह्निः इति वह्नित्वम् इति हेतुः, तर्हि हेतुः व्याप्यमेव. व्याप्यं वह्निः हेतुः उष्णः अथवा अग्निः. वह्निः इत्युक्ते अग्निः, वह्निः हेतुः उष्णत्वं साध्यं. तत्र हेतुः वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्. सः तर्कः तु अवगम्यते खलु? आम्. धूमः व्याप्यं, धूमः व्याप्यं वह्निः व्यापकम् इति यथा वदामः तद्वदेव तद्वदेव एतावता किं चर्चितम् एतावता सामान्यपक्षस्य निर्माणं वयं वारं वारं कृतवन्तः अस्तु धूमवह्निस्थलम् इति सामान्यपक्षः यत्र धूमः अपि अस्ति वह्निरपि अस्ति इति सामान्यपक्षः तस्मिन् सामान्यपक्षे पर्वतः महानसं वनम् इति सदस्याः तर्हि एकदेशाः इति उच्यन्ते तद्वदेव अत्र सामान्यपक्षस्य निर्माणं कथं भवति इति अस्तु अनन्तरं पक्षदावच्छेदकावच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः तदर्थं च अन्वयदृष्टान्तः इति एकदेशः तत्र व्याप्यव्यापकभावः यथा पूर्वं दृष्टम् उष्णत्वं वह्नित्वं तत् अत्र महोदय वार्ता काचित् भिन्ना एव अस्ति पक्षतावच्छेदकेन पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यस्मिन् अपि व्याप्यव्यापकभावः अस्ति व्याप्यः कः अत्र इदानीम् एकम् उदाहरणं ददामि पर्वतः वह्निमान् धूमात् इति सामान्यचिन्तनं करोतु अस्तु तत्र पक्षः कः पर्वतः खलु पर्वतः हा पर्वते कः धर्मः अस्ति पर्वतत्वं पर्वतत्वं पर्वतत्वम् इति धर्मः अवच्छेदकः अस्ति अतः पक्षतावच्छेदकः पर्वतत्वम् अस्तु तर्हि पर्वतत्वावच्छेदकः इति स्थापयतु पक्षतावच्छेदक इत्यस्य स्थाने पर्वतत्वम् इति स्थापयतु तदा किं वदामः पर्वतत्वावच्छेदेन साध्यानुमितिः इति वदामः साध्यं पर्वतं पर्वतत्वावच्छेदेन साध्यं तु वह्निः एव वह्निः पक्षः पर्वत क्षम्यतां साध्यं वह्निः हा पर्वतत्वावच्छेदेन साध्यानुमितिः इति वदामश्चेत् अस्तु सर्वेषु पर्वतेषु साध्यम् अथवा वह्निः अस्ति इति साधितम् तदेव लक्ष्यम् अत्र अस्तु सर्वेषु पर्वतेषु पर्वतत्वं तु अस्ति एव खलु अतः पर्वतत्वावच्छेदेन साध्यानुमितिः इत्यस्य लक्ष्यं किमस्ति सर्वेषु पर्वतेषु वह्निरस्ति इति साध्यम् अतः अत्र इत्यनेन व्याप्यव्यापकभावः दृश्यते इत्युक्ते पर्वतत्वम् इति व्याप्यः सर्वेषु पर्वतेषु वह्निः यः अस्ति सः व्यापकः अस्तु वह्नेः स्थलं बृहदस्ति पर्वतं विहाय महानसम् इत्यादिषु स्थलेषु भवति इति कृत्वा बृहत् स्थलं वह्निः वह्नेः तर्हि व्यापकः वह्निः व्याप्यः पर्वतत्वं तादृशी परिस्थितिं वयम् अधुना परिशीलयन्तः स्मः तत्र अन्वयदृष्टान्तः एकदेशः भवितुमर्हति अस्तु तदर्थमेव पर्वतः वह्निमान् पर्वतत्वात् इति उक्त्वा यथा ई पर्वतः यथा उ पर्वतः इति उक्तम् ऊर् इति एकम् पर्वतं स्वीकृत्य तस्य नामकरणं तर्हि पर्वतः इ ऊर् इत्यादिकम् एकदेशः तद् अन्वयदृष्टान्तः भवति इति अग्रे वह्नितोष्णत्वस्थलम् इत्यत्र वह्निशब्दस्थाने सामान्यपक्षस्य नामान्तरं वह्निस्तोष्णस्थलं सामान्यपक्ष इत्युक्ते तत्र वह्निः एव हा सत्यं यत्र यत्र वह्निः अस्ति तत्र उष्णत्वम् अस्ति इति स्थलानां सङ्ग्रहः सामान्यपक्षः इत्युक्ते वह्निः एव खलु अस्तु अग्रे तर्हि वह्नितोष्णत्वस्थलम् उष्णत्ववत् वह्नितोष्णस्थलत्वात् यथा ई वह्निः इति भवति यत्र वह्नि अस्ति तत्र उष्णत्वम् अस्ति इति कारणात् वह्नितोष्णत्वस्थलम् उष्णत्ववत् इति वदामः अनन्तरं उष्णस्थलत्वात् अथवा उष्णत्वात् पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति वाक्यमासीत् खलु उपरि पूर्वं हा तद्वदेव अधुना अस्माकं सामान्यपक्षः अस्ति वह्नि उष्णत्वस्थलं वह्नि उष्णत्वस्थलम् उष्णत्ववत् यथा वह्निमान् तद्वत् वह्नित्व उष्णत्वस्थलत्वात् यथा पर्वतत्वात् इति उक्त्वा दृष्टान्तरीत्या तस्य सामान्यस्थलस्य एकदेशः दत्तः यथा ई वह्निः एकदेशः इति अवगच्छति वा एकदेशः इत्युक्ते यथा पूर्वम् उक्तं वह्निः व्यापकं पर्वतं व्याप्यं तदेव कारणात् तत्र एकदेशवृत्तिः अस्ति हा वस्तुतः एकदेशः इत्युक्ते एकः महान् बृहान् पक्षः अस्तु पर्वतस्य उदाहरणं ददामि चेत् विंशतिपर्वतानां समूहः सामान्यपक्षः बृहद्देशः तेषु विंशतिपर्वतेषु पर्वतस्य समूहे पृथक् पृथक् पर्वताः भवन्ति खलु ए पर्वतः बि पर्वतः सि पर्वतः ते एव एकदेशाः तद्वत् वह्नि उष्णत्वस्थलम् इति एकः बृहत् सामान्यपक्षः सामान्यपक्षः तत्र तस्मिन् प्रायः ईवह्निः इति ईवह्निः आवह्निः इति भवितुम् अर्हति खलु अतः एव अत्र वह्नि उष्णत्वस्थलम् उष्णत्ववत् वह्नि उष्णत्वस्थलत्वात् यथा ई वह्निः इति अन्वयदृष्टान्तः सिद्ध्यति अवगतं कुत्रचित् एकस्मिन् वह्नौ वह्नित्वम् अस्ति उष्णत्वं च अस्ति इति दृष्टं चेत् स च वह्निः एकदेशदृष्टान्तः तत् यथा पूर्वमुक्तम् एकदेशदृष्टान्त इत्युक्ते बृहत् स्थले वह्नि उष्णत्वं स्वीकरोति चेत् कुत्रचित् एकस्मिन् वह्नौ वह्नित्वम् अस्ति उष्ण च अस्ति तथा अपरस्मिन् वह्नौ अस्ति तदेव कारणात् एकदेशदृष्टान्तः हा तर्हि बहवः वह्न्यः भवन्ति चेत् ए वह्निः बि वह्निः सि डि इ इति तदा एकमेकमपि एकदेशः अस्तु एकमेकमपि दृष्टान्तः एकदेशदृष्टान्तः भवितुम् अर्हति यथा इत्यस्मात् परं तत् स्थापयितुं शक्नोति इति अस्ति हा तस्यैव प्रयोगः मूलतः विद्याधरीवाक्ये अपि कर्तुं शक्नुमः आश्रयनाश जन्यगुणनाश इत्यादिकम् आसीत् तत्र तर्हि राजेन्द्रमहोदय अग्रिमपरिच्छेदं पठति वा अपि च आश्रयनाशजन्यगुणनाशः अपि तथैव सामान्यपक्षः आश्रयनाशजन्यगुणनाशत्वम् इति पक्षता व्याप्यं समान अधिकरणगुणजन्यत्वं च व्यापकं पाकजरूपनाश इति एकदेशदृष्टान्तः विभागजसंयोगनाशः अपि तथैव एकदेशदृष्टान्तः इदानीं तु सारांशरूपेण अत्र किञ्चित् वदन्ति यथा अस्माकं मूलवाक्यमासीत् आश्रयनाश अजन्यगुणनाशः समान अधिकरणगुण गुणजन्यः आश्रयनाश अजन्यगुणनाशत्वं यथा पाकजरूपनाशवत् तस्मिन् वाक्ये आश्रयनाश अजन्यगुणनाशः तत् सामान्यपक्षात् तत् चिन्तितुं शक्नुमः तत् भवति आश्रयनाश अजन्यगुणनाशत्वं तत्र यथा धर्म अस्ति तत् हेतु अस्ति इति पक्षता व्याप्यं सः तु आश्रयनाश अजन्यगुणनाशत्वम् इति तु व्याप्यम् अस्ति पक्षता व्याप्यम् अस्ति समान अधिकरणगुणजन्यत्वं च व्यापकम् अस्ति अर्थात् पाकजरूपनाशः इति एकदेशदृष्टान्तः अस्ति दृष्टान्तः विभागजसंयोगनाशः अपि तथैव एकदेशदृष्टान्तः अत्र किञ्चित् जनरलैजेशन् कृत्वा तत्वती यथा वयं पठितवन्तः आश्रयनाश अजन्यगुणनाशात् सामान्यपक्षः आश्रयनाश अजन्यगुणनाशत्वं पक्षता व्याप्यं तथा समानाधिकरणगुणजन्यत्वं च व्यापकम् यथा पाकजरूपनाशः एकदेशदृष्टान्तः अस्ति तथैव विभागजसंयोगनाशः विभागेन यः संयोगनाशः भवति तथैव एकदेशदृष्टान्तः भवति बहु सम्यक् अस्ति महोदय तर्हि अधुना प्रश्नः अस्ति यत् आश्रयनाशाजन्यगुणनाशत्वम् इति यः धर्मः अस्ति सः धर्मः पाकजरूपनाशे अस्ति न वा अस्ति अस्ति पाकजरूपनाशे तु अस्ति अस्ति इदानीं यथा वयं पूर्वं दृष्टवन्तः घटरूपनाशः तेजसंयोगेन तत्तु तेजसंयोगः इत्युक्ते पाकजमेव हा हा सम्यक् तर्हि पाकजरूपनाशः इत्युक्ते रूपनाशः जातः पाकसंयोगेन अतः पाकज परन्तु घटस्य नाशः जातः वा न घटस्य नाशः न जातः अतः अयं कीदृश अजन्यगुणनाशः वदामः हा बहु सम्यक् अतः पाकजरूपनाशः किमस्ति पाकजरूपनाशः दृष्टान्तः अस्ति एकदेशदृष्टान्तः एकदेशः अस्ति आश्रयनाशाजन्यगुणनाशः इत्यस्मिन् एकदेशः पाकजरूपनाशः अपि च विभागजसंयोगनाशः अपि तथैव एकदेशदृष्टान्तः अस्ति एकदेशः अस्ति यतोहि विभागजसंयोगनाशे अपि आश्रयनाशाजन्यगुणनाशत्वम् अस्ति इति कारणतः समीचीनमस्ति तर्हि उभौ अपि एकदेशौ स्तः एकस्मिन् बृहत् श्रेण्याम् आश्रयनाशाजन्यगुणनाशः इति एका बृहती श्रेणी तस्याम् उभौ अपि स्तः अत्र कोऽपि प्रश्नः अस्तु सावित्री भगिनी अस्ति किम् नो चेत् सन्ध्या भगिनी अस्ति वा अधुनापि आं भगिनि अग्रे पठति एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति तत्र एकदेशदृष्टान्तः न भवति नाम अन्वयदृष्टान्तः एव न भवति सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः कश्चन दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् सः तु दृष्टान्तः एव नास्ति यथा यत्र पर्वतत्ववह्निस्थलम् इति सामान्यपक्षः सामान्यपक्षः नास्ति इत्युक्ते यत्र तादृशवस्तूनां सङ्ग्रहः एव नास्ति येषु पर्वतत्वमपि अस्ति वह्निरपि निश्चयेन अस्ति, तत्र अन्वयदृष्टान्तः न भवति. पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति तादृशस्थलम्. अत्र व्याप्यव्यापकभावः नास्ति, अतः सामान्यपक्षः एव नास्ति. कुत्रचित् पर्वतत्वं भवति यत्र वह्निसंयोगो नास्ति, तस्मात् सामान्यपक्षः एव नास्ति. इत्युक्ते यस्मिन् पक्षतावच्छेदकं व्याप्यं साध्यं च व्यापकं, तस्माच्च एकदेशदृष्टान्तः नास्ति, अन्वयदृष्टान्तश्च नास्ति. केषुचित् पर्वतेषु वह्निरस्ति, केषुचित् च वह्निर्नास्ति. तस्यां दशायां धूमवान् वह्निमान् पर्वतः एकः अस्ति चेदपि न किमपि बलं लभ्यते येन अपरेषु पर्वतेषु वह्निः भवेत्. तर्हि एतावत्पर्यन्तं वयं यद् दृष्टवन्तः तत्र सामान्यपक्षः अस्ति, अपि च दृष्टान्तः यः अस्ति सः सामान्यपक्षस्य एव एकदेशदृष्टान्तः अस्ति. तस्मिन् स्थले एव तत्र अन्वयदृष्टान्तः भवति, अपि च व्याप्यव्यापकभावः तत्र भवति. पक्षतावच्छेदकवच्छेदकम् अनन्तरं साध्यं द्वयोः. परन्तु यत्र तादृशं नास्ति इत्युक्ते सर्वेषु पर्वतेषु वह्निः धूमः अस्ति चेत् वह्निः अस्ति इति यदा वक्तुं न शक्नुमः. उदाहरणार्थं केषुचित् स्थलेषु पर्वतत्वम् अस्ति परन्तु वह्निः नास्ति, केषुचित् स्थलेषु पर्वतत्वम् अस्ति वह्निः अस्ति, तादृशम् अस्ति चेत् तत्र अन्वयदृष्टान्तं स्वीकर्तुं न शक्नुमः. तयोः द्वयोः तत्र व्यापकभावः नास्ति, यतोहि सामान्यपक्षः पक्षे सामान्यपक्षे एकदेशः इति तादृशसम्बन्धः नास्ति द्वयोः. अतः तत्र भिन्नरीत्या इत्युक्ते पक्षतावच्छेदकसामानाधिकरण्येन एव वह्नेः वा साध्यस्य अनुमितिः कर्तुं शक्यते, न तु अन्वयदृष्टान्तेन इति अस्ति. यतोहि अत्र व्याप्यव्यापकभावः तु नास्ति खलु पक्षतावच्छेदकसामानाधिकरणेन इत्यत्र. आम्, अन्वयदृष्टान्तत्वेन एकदेशस्य उदाहरणं दीयते चेदपि तत्तु निरर्थकं, यतोहि सः एकदेशः पूर्णतया सामान्यपक्षस्य प्रतिनिधिः नास्ति एकदेशः यः अस्ति. सत्यं, किमर्थं तथा नास्ति इति भवत्या उक्तमेव, यतोहि केषुचित् स्थलेषु पर्वतत्वम् अस्ति किन्तु वह्निसंयोगः नास्ति, केषुचित् स्थलेषु पर्वतत्वं वह्निसंयोगः द्वयमपि अस्ति इति वार्ता. तर्हि पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति यत् उच्यते तत्तु व्यतिरेकदृष्टान्तः एव, अन्वयदृष्टान्तः न सिध्यति तत्र इति वार्ता. पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः सः व्यतिरेकदृष्टान्तः. हा, अन्वयदृष्टान्तः न भवति एव तत्र इति अस्ति. अत्र कोऽपि प्रश्नः? तर्हि तत्र पुनः अन्ततो गत्वा यानि सर्वाणि उदाहरणानि दृष्टानि तानि सर्वाणि अपि तत्र अन्वयदृष्टान्तस्य एव उदाहरणानि, न तु तत्र व्यतिरेकव्याप्ति वा व्यतिरेकदृष्टान्तः नास्ति इत्येव आगतम् अन्ततो. एकरीत्या तथा एव अस्ति, तत्र वह्निः उष्णः उष्णत्वात् इति आरम्भे व्यतिरेकदृष्टान्तः आसीत्, पुनः साधितं यत् यथा ईवह्निः इति कृत्वा ईवह्निम् एकदेशं कृत्वा वह्निः उष्णत्ववह्निस्थलम् इति सामान्यपक्षं कुर्मश्चेत् तत्रापि पुनः अन्वयदृष्टान्तः आगच्छति खलु. तादृशसामान्यपक्षं यदा न कदापि निर्मातुं कल्पयितुमेव न शक्नुमः चेत् तदा व्यतिरेकदृष्टान्तः, तत्र पक्षतावच्छेदकसामानाधिकरणेन अनुमितिः भवति. तर्हि तदपि व्यतिरेकदृष्टान्तः अपि पर्वतत्वं वह्निः तत्र एव भवितुम् अर्हति वा पर्वतत्ववह्निः स्थले अन्वयदृष्टान्तः एव भवति? तर्हि मम चिन्तनमस्ति यत् तत्र पर्वतानां सङ्ग्रहः आसीत् खलु, विंशति पर्वतानां सङ्ग्रहः आसीत्, तत्र विंशतिपर्वतेषु अपि वह्नेः साध्यं न वह्नेः साधनं न आवश्यकम् इति लक्ष्यमस्ति चेत् तदा प्रायः व्यतिरेकपक्षतावच्छेदकसमानादिकरणेन इति स्वीकृत्य व्यतिरेकदृष्टान्तः भवितुमर्हति इति मम चिन्तनं. भवती किं चिन्तयति? किञ्चित् चिन्तनीयं तस्य विषये प्रश्नः. मया पृष्टं तर्हि पक्षतावच्छेदकसामानादिकरणेन इत्यस्मिन् स्थले कथं वक्तव्यं भवति इति, तर्हि महोदयेन उक्तमासीत् तत्तु व्यतिरेकदृष्टान्तः एव इति. तर्हि यत्र अन्वयदृष्टान्तः भवितुम् अर्हति तत्रैव तस्मिन्नेव पक्षे साध्यस्य तत्र व्यतिरेकदृष्टान्तेनापि साध्यं भवितुम् अर्हति, केवलं कथं स्थितिः अस्ति इति दृष्ट्वा प्रायः. हा प्रायः अस्माकं लक्ष्यं किम् इति दृष्ट्वा प्रायः, इत्युक्ते अस्माभिः पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः करणीया वा अथवा पक्षतावच्छेदकसामानादिकरणेन इति अस्माकं लक्ष्यम् अस्ति वा इत्यस्य आधारेण इति चिन्तयामि. सरला भगिनी. आं भगिनि. किं चिन्तितम्? अस्तु, यथा भवती उक्तवती लक्ष्यं किं साधनीयम् अस्ति तथैव व्यक्तिरेक वा अन्वयदृष्टान्तस्य. सत्यं प्रायः. हा, नो चेत् सर्वे पदार्थाः सामान्य कस्यचित् सामान्यपक्षस्य सदस्याः भवन्ति एव. अस्तु, तर्हि अत्र मूलवार्ता का इति चेत् आश्रयनाशाजन्यगुणनाशः इति सामान्यपक्षः. तस्मिन् सामान्यपक्षे एकदेशं स्वीकृत्य, इत्युक्ते पाकजरूपनाशं स्वीकृत्य अन्वयदृष्टान्तं वक्तुं शक्नुमः इति. अस्तु, तर्हि अन्य कोऽपि प्रश्नाः न सन्ति चेत् तर्हि विरमामः अत्र. धन्यवादः भगिनी. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः.